नैषा तर्केण मतिरापनैया प्रोक्तान्येनैव सुज्ञानाय प्रेष्टं यहां त्वमापसत्यधृतिर्बतासि त्वादृङ्नो भूयान्नचिकेतप्रष्ट अतो अनन्यप्रोक्त आत्मनि उत्पन्ना येयमागम प्रभावमतिः नैषा तर्केण स्वबुद्धि अभ्यूहमात्रेण आपनीय नापनीय न प्रापणीय इत्यर्थः नापनेतव्यव न उपहन्तव्य तार्किको हि अनागमज्ञः स्वबुद्धिपरिकल्पितं यत्किञ्चिदेव कल्पयति अत एव च येयम् आगमप्रभूतमतिः अन्येनैव आगमाभिज्ञेन आचार्येणैव तार्किकत्वं प्रोक्ता सति सुज्ञानाय भवति हे प्रेष्ट प्रियतम का पुनः सा तर्कागम्यमधि इति उच्यते यां त्वं मतिं मद्वरप्रदानेन आपः प्राप्तवानसि सत्य अविततविषया धृतिः यस्य तव सत्त्वं सत्यधृतिः बतासि इति अनुकम्पयन्नः मृत्युः नचिकेतसं वक्ष्यमाणविज्ञानस्तुतै त्वत्तुल्यः नः अस्मभ्यं भूयात् भवतात् भवतु अन्यः पुत्रः शिष्यो वा पृष्ट कीदृं यादृक्त्वं हि नचिकेतः पृष्ट जानाम्यहगं शैवदिरिक्यनित्यं न हि अध्रुवैः प्राप्यते हि ध्रुवं ततं ततो मया नाचिकेतश्चितोऽग्निः अनित्यैः द्रव्यैः प्राप्तवानस्मि नित्यं पुनरपि तुष्टः जानाम्यहं शैवदिः निधिः कर्मफललक्षिणः निधिरिव प्रार्थ्यते इति असौ अनित्यम् अनित्येति जानामि न हि यस्मान् अनित्यैः अध्रुवैः यत् नित्यं ध्रुवं तत् प्राप्यते परमात्माख्यः शैवदिः यस्तु अनित्यसुखात्मकः शैवदिः स एव अनित्यैः द्रव्यैः प्राप्यते हि यतः ततः तस्मान् मया जानतापि नित्यम् अनित्यसाधनैः प्राप्यते इति नाचिकेतः चितः अग्निः अनित्यैः द्रव्यैः पश्वादिभिः स्वर्गसुखसाधनभूतो अग्निः निर्वर्तितः इत्यर्थः तेनहम् अधिकारापन्नो नित्यं याम्यं स्थानं स्वर्गाख्यं नित्यम् आपेक्षिकं प्राप्तवान् अस्मि कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरनन्यम् अभयस्य परम् स्तोमं महद् उरुगायं प्रतिष्ठां दृष्ट्वा नृत्याधीरो नचिकेतो अत्यस्राक्षीः त्वं तु कामस्याप्तिं समाप्तिम् अत्र हि सर्वे कामः परिसमाप्तः जगतः साध्यात्मादिभूतादिदैवादेः प्रतिष्ठाम् आश्रयं सर्वात्मकत्व क्रतोः उपासनायाः पदम् हैरण्यगर्भं पदम् अनन्त्यम् आनन्त्यम् अभयस्य च परम्परां निष्ठं स्तोमं स्तुत्यं महत् अणिमादि ऐश्वर्यादि अनेकगुणसम्मतं स्तोमं च तन्महच्च निरतिशयत्वात् स्तोममहत् उरुगायं विस्तीर्णां गतिं प्रतिष्ठां स्थितिम् आत्मनो अनुत्तमामपि दृष्ट्वा धृत्य धैर्येण धीरः निचिकेतः धीम बुद्धिमान् सन् अत्यस्राक्षैः परमेव आकाङ्क्षन् अतिसृष्टवानसि सर्वमेतत् संसारभोगजातम् अहो बत अनुत्तमगुणोऽसि तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्टं पुराणम् अध्यात्मयोगादिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति यं त्वं ज्ञातुमिच्छसि आत्मानं तं दुर्दर्शं दुःखेन दर्शनमस्यति दुर्दर्शः अतिसूक्ष्मत्वादुत्तं गूढं गहनम् अनुप्रविष्टं प्राकृतविषयविज्ञानैः प्रच्छन्नम् इत्येतत् गुहाहितं गुहायां बुद्धौ हितं निहितं स्थितं तत्र उपलभ्यमानम् गह्वरेष्टं गह्वरे विषमे अनेक अनर्थसङ्कटे तिष्ठति इति गह्वरेष्टं यतः एवं गूढम् अनुप्रविष्टः गुहाहितश्च अतो असौ गह्वरेष्टः अतो दुर्दर्शः तं पुराणं पुरातनम् अध्यात्मयोगादिगमेन विषयेभ्यः प्रतिसंवृत्य चेतसः आत्मनि समाधानम् अध्यात्मयोगः तस्य अधिगमः प्राप्तिः तेन मत्वा देवम् आत्मानं धीरः हर्षशोकम् आत्मनः उत्कर्ष अपकर्षयोः अभावात् जहाति एतच्छ्रुत्वा तं परिगृह्यमर्त्यः प्रगृह्य धर्म्यम् अनुमेतमाप्य समोदते मोदनीयं हि लब्ध्वा विवृतकं सद्मनचिकेत्सं मन्ये किञ्च एतदात्मतत्त्वं यदहं वक्ष्यामि तच्छ्रुत्वा आचार्यसकाशात् सम्यगात्मभावेन परिगृह्य उपादायमर्त्यः मरणधर्म धर्मादनपेतं धर्म्यं प्रगृह्य उद्यम्य पृथक्कृत्य शरीरादेः अणुं सूक्ष्मम् एतम् आत्मानमाप्य प्राप्य सः मर्त्यः विद्वान् मोदते मोदनीयं हि हर्षणीयम् आत्मानं लब्ध्वा तदेतदेवं विधं ब्रह्मसद्मभवनं नचिकेतसं त्वां प्रति अपावृतद्वारं विवृतम् अभिमुखीभूतं मन्ये मोक्षार्हं त्वां मन्येति विप्रायते। अन्यत्र धर्मादन्यत्र धर्मादन्यत्र अस्मात् कृताकृतम् अन्यत्र भूताच्च भव्याच्च यत्तत् पश्यति तद्वदम्। एतत् श्रुत्वा नचिकेतः पुनराह, यदि अहं योग्यः प्रसन्नश्चासि भगवन् मां प्रति अन्यत्र धर्म शास्त्रीयात् धर्मानुष्ठानात् तत्फलात् तत्कार्केभ्यश्च पृथग्भूतम् इत्यर्थः। तथा अन्यत्र अधर्म विहित अकरणरूपात् पापात् तथा अन्यत्र अस्मात् कृताकृतम् कृतं कार्यम् अकृतं कारणम् अस्मादन्यत्र। किञ्च अन्यत्र भूताच्च अतिक्रान्तात् कालात् भव्याच्च भविष्यतश्च तथा अन्यत्र वर्तमानात् कालत्रयेण यन्न परिच्छिद्यते इत्यर्थः। यदि ईदृशं वस्तु सर्वव्यवहारगोचरातीतं पश्यति जानासि तद्वद मह्यम्। सर्वे वेदा यत्पदमामनन्ति तद्भागंसि सर्वाणि च यद्वदन्ति यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदकं सङ्ग्रहेण ब्रवीम्योमित्येतत्। इत्यं पृष्टवते मृत्युर्वाच, पृष्टं वस्तु विशेषणान्तरं च विवक्षन् सर्वे वेदा यत्पदं पदनीयं गमनीयम् अविभागेन अविरोधेन आमनन्ति प्रतिपादयन्ति तपांसि सर्वाणि च यद्वदन्ति यत् प्राप्त्यर्थानि इत्यर्थः। यदिच्छन्तो ब्रह्मचर्यं गुरुकुलवासलक्षणं मन्यद्वा ब्रह्मप्राप्त्यर्थं चरन्ति तत्ते तुभ्यं पदं यज्ञातुमिच्छति सङ्ग्रहेण संक्षेपतः ब्रवीमि ओमित्येतत्। तदेतत्पदं यद्बुभुत्सितं त्वया तदेतद्वोमिति ओं शब्दवाच्यम् ओं शब्दप्रतीकं च। एतद्येवाक्षरं ब्रह्म, एतद्येवाक्षरं परम्, एतद्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य ततम्। अतः एतद्येवाक्षरं ब्रह्म अपरम्, एतद्येवाक्षरं परञ्च तयोर्हि प्रतीकम् एतदक्षरम्। एतद्येवाक्षरं ज्ञात्वा उपास्य ब्रह्म इति यो यदिच्छति परम् अपरं वा तस्य तद्भवति। परं चेत् ज्ञातव्यम्, अपरं चेत् प्राप्तव्यम्। एतदालम्बनकं श्रेष्ठम्, एतदालम्बनं परम्, एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते। यत एवम् अत एव एतं ब्रह्मप्राप्त्यालम्बनानां श्रेष्ठं प्रशस्यतमम्। एतदालम्बनं परमम् अपरं च परापरब्रह्मविषयत्वात् एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते। परस्मिन् ब्रह्मणि अपरस्मिन्नमश्च ब्रह्मभूतो ब्रह्मवदुपास्य भवति इत्युक्ते। न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चिदम् अजो नित्यशाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे। अन्यत्र धर्मादित्यादिना पृष्टस्य आत्मनः अशेषविशेषरहितस्य आलम्बनत्वेन प्रतीकत्वेन च ओङ्कारो निर्दिष्ट, अपरस्य च ब्रह्मणः मन्दमध्यमप्रतिपत्रून् प्रति। अथ इदानीं तस्य ओङ्कारालम्बनस्य आत्मनः साक्षात् स्वरूपनिर्दिधाविषये इदमुच्यते। न जायते, न उत्पद्यते म्रियते वा न म्रियते च उत्पत्तिमतः वस्तुनो अनित्यस्य अनेकविक्रियाः तासाम् आद्यन्ते जन्मविनाशलक्षणे विक्रिये यः आत्मनि प्रतिषिध्येति प्रथमं सर्वविक्रिया प्रतिषेधार्थं न जायते म्रियते वा इति। विपश्चित् मेधावी अपरिलुप्तचैतन्यस्वभावत्व किञ्च नायमात्मा कुतश्चित् कारणान्तरात् बभूव न प्रभूत अस्माच्च आत्मनो न बभूव कश्चिदर्थान्तर्भूतः। अतो अयमात्मा अजो नित्यः शाश्वतः अपक्षे विवर्जितः। यो हि अशाश्वतः सः अपक्षीयते, अयं तु शाश्वतः अत एव पुराणः पुरापि न वैवेति। यो हि आवायव उपचयद्वारेण अभिनिर्वर्त्यते स इदानीं नवः यथा कुड्यादि तद्विपरीतस्तु आत्मा पुराणो वृद्धिविवर्जितः इत्यर्थः। यत एवम् अतः न हन्यते न हिंस्यते हन्यमाने शस्त्रादिभिः शरीरे तत्स्थोऽपि आकाशवदेव। हन्ता चेन्मन्यते हन्तुकं हतश्चेन्मन्यते हतम् उभौ तौ न विजानीतो नायकं हन्ति न हन्यते। एवं भूतमपि आत्मानं शरीरमात्रात्मदृष्टिः हन्ता चेन् यदि मन्यते चिन्तयति इच्छति हन्तुं हनिष्यामि एनमिति योऽपि अन्यो हतः सोऽपि चेन्मन्यते हतम् आत्मानं हतोऽहमिति उभवपि तौ न विजानितः स्वम् आत्मा। यतः नायं हन्ति अविक्रियत्वादात्मनः तथा न हन्यते आकाशवतो अविक्रियत्वादेव। अतो अनात्मज्ञविषये एव धर्माधर्मालक्षणः संसारः न आत्मज्ञस्य श्रुतिप्रामाण्या तु न्यायाच्च धर्माधर्मादि अनुपत्ते। अणोरणीयान् महतो महीयानात्मास्य जन्तोर्निहितो गुहायां तमकृतः पश्यति वीतशोको धातु प्रसादान् महिमानमात्मनः। कथं पुनः आत्मानं जानाति इति उच्यते अणोः सूक्ष्म्याम् अणीय श्यामाकादैः अणुतरः महतो महत्परिमाणात्तु महीयान् महत्तरः प्रतिव्याधे अणुः महद्वा यदस्ति लोके वस्तु तत्तेनैव आत्मना नित्येन आत्मवत्सम्भवति तदात्मना विनिर्मुक्तम् असत् सम्पद्यते तस्मात् असमेव आत्मा अणोर्णीयान् महतो महीयान् सर्वनामरूपवस्तु उपाधिकत्वात् स च आत्मा अस्य जन्तोः ब्रह्मास्तं पर्यन्तस्य प्राणिजातस्य गुहायां हृदये निहितः आत्मभूतः स्थितः इत्यर्थः तम् आत्मानं दर्शनश्रवणमनविज्ञानलिङ्गम् अक्रतुः अकामः दृष्टादृष्टबाह्यविषयेभ्यः उपरतबुद्धिः इत्यर्थः यदा च एवं तदा मन आदीनि करणानि धातवः शरीरस्य धारणात् प्रसिद्धन्ति इति येषां धातूनां प्रसादात् आत्मनो महिमान् कर्मनिमित्तवृद्धिक्षयरहितं पश्यति अयम् अहमस्मीति साक्षात् विजानाति ततो विगतशोको भवति आसीनो धूरं व्रजति शयानो याति सर्वतः कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति अन्यथा दुर्विज्ञेयमात्मा कामिभिः प्राकृतपुरुषैः यस्मान् आसीनः अवस्थितो अचलैव सन् धूरं व्रजति शयानः याति सर्वतः एवम् असौ आत्मा देवः मदामदः समदो अमदश्च सहर्षो अहर्षश्च विरुद्धधर्ममान् अतो अशक्यत्वात् ज्ञातुं कः तं मदामदं देवं मदन्यो ज्ञातुमर्हति अस्मदादेरेव सूक्ष्मबुद्धेः पण्डितस्य विज्ञेयमयमात्मा स्थितिगति नित्यानित्यादि विरुद्ध अनेकधर्मोपाधिकत्वात् विरुद्धधर्ममान् विश्वरूप इव चिन्तामणिवतु कस्यचिदवभासते अतो दुर्विज्ञेयत्वं दर्शयति कस्तं मदन्यो ज्ञातुमर्हति इति कर्णानाम् उपशमः शयनं कर्णजनितस्य एकदेशविज्ञानस्य उपशमः शयानस्य भवति यदा च एवं केवलसामान्यविज्ञानत्वात् सर्वतो याति इव यदा विशेषविज्ञानस्थः स्वेन रूपेण स्थित एव सन् मन आदिगतिषु तदुपाधिकत्वात् दूरं व्रजति इव स च इहैव वर्तते